पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 22 जैमिनिरुवाच गङ्गाया शुभमाहात्म्यं विष्णुपूजाफलं तथा अन्नदानस्य माहात्म्यं जलदानस्य चोत्तमम् विप्रपादोदकस्यापि माहात्म्यं पापनाशनं त्वत्प्रसादाच्छ्रुतं सर्वं सेदिहासं गुरो मया इदानीं मुनिशार्दूलश्रोतुमिच्छामि सादरम् एकादश्या फलं सर्वं सर्वपादकनाशनम् कस्मादेकादशी श्रेष्ठा तस्या को वा विधिस्मृतः कदाचित् क्रियते किं वा फलं तस्या वदस्व मे का वा पूज्यतमा तत्र देवता सद्गुणार्णव अकुर्वदस्यात् को दोषस्तन्मे वक्तुमिहार्हसि व्यास उवाच एकादश्या फलं सर्वं वक्तुं नारायणादृते शक्नो दिनान्यो विप्रर्षे तस्माद्वच्मि समासदः सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरं सर्वेषां दमनार्थाय सृष्टवान् पापपूरुषं द्विजातिहत्यामूर्धानं मदिरापानलोचनं स्वर्णस्तेयं च वदनं गुरुतल्पगतिश्रुतिः स्त्रीहत्यानासिकं चैव गोहत्या दोषबाहुकम् न्यासापहारणग्रीवं भ्रूणहत्या गलं तथा परस्त्रीगदबुकाग्रं सुकृल्लोकवधोदरं शरणापन्नहत्यादिनाभिगर्तावधिं कटिं गुरुनिन्दा सक्तिभागम् कन्या विक्रयशेफसं विश्वासवाक्यकथनं पायुं प्रीतिवधाङ्क्रिकम् उपपातकरोमाणं महाकायं भयङ्करं कृष्णवर्णं पिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदं तं दृष्ट्वा पापपुरुषमत्युग्रम् पुरुषोत्तमं सदयश्चिन्तयामास प्रजाक्लेशहरप्रभुः सृष्टोऽयं दुर्जनक्रूरस्वाश्रयक्लेशदायकः प्रजानां दमनार्थाय सृजा मेत्यस्य कारणम् अथासौ भगवान् विष्णुर्बभूव स्वयमन्तकः ससर्जरौरवादींश्च निरयान् पापिदुःखदान् पापं यस्सेवदे मूढो नयादि परमं पदं यमाज्ञया व्रजेत्तत्र नरकं रौरवादिकम् एकदा भगवान् विष्णुप्रजानां दुःखनाशनः वैनतेयं समारुह्य जगाम यममन्दिरं तं दृष्ट्वा जगदामीशं नारायणमनामयं धूपाद्यैः पूजयामास भास्करिस्तुष्टमानसः यमेनाभ्यर्चितो विष्णुः सर्वलोकैकनायकः उवास द्विजशार्दूलपीठे कनकनिर्मिते तत्रोपविष्टो भगवान् यमेन सह दैत्यः शुश्रावक्रन्दनं ध्यानं दक्षिणस्यां दिशि प्रभो अथासौ कमलाकान्तो विस्मयाविष्टमानसः उवाचेदि यमं तेषां कुतोऽयं क्रन्दनध्वनिः यम उवाच देवपादकिनो मर्त्या निरयेत्यन्तदुःखदे स्वहस्तार्जितदोषेण सीदन्दिज ममालये पापवृक्षफलं विष्णो भोक्तुमत्यन्तदुःखदं रुदन्ति पापिनस्तस्मात् तेषां ध्वनिरसौ महान् युत्युक्तसूर्यपुत्रेण कृष्णकमललोचनः जगाम सहसा तत्र पापवन्दो रुदन्ति ते तान् दृष्ट्वा पापिनो मर्त्यान् रौरवादिषु संस्थितान् भगवांश्चिन्तयामास हृदि जातदयः प्रभुः मया सृष्टा प्रजा सर्वा दोषेण निजकर्मणां मयि स्थितेऽपि नरके सीदं त्येकान्तदुःखदे येदच्चान्यच्च विप्रेन्द्र विचिन्त्य करुणामयः बभूव सहसा तत्र स्वयमेकादशीतिथिः ततस्तान् पापिनः सर्वान् कारयामास तच्छ्रुतं ते च सर्वे परं धाम ययुर्गलितकल्मषाः तस्मादेकादशीं विष्णो मूर्तिं विद्धि परात्मनः समस्तदुष्कृतिश्रेष्ठं व्रतानां व्रतमुत्तमम् एकादशीं तिथिं कृत्वा पावयन्तीं जगत्त्रयं शङ्कितः पापपुरुषो विष्णुं स्तोतुमुपाययौ ततो बद्धाञ्जलिर्भक्रिया स पापपुरुषो द्विज तुष्टाव कमलाकान्तं भगवन्तं जनार्दनं तस्य स्तवं समाकर्ण्य प्रसन्नः परमेश्वरः उवाचाहं प्रसन्नोऽस्मि किं तेऽपि मदमुच्यतां पापपुरुष उवाच सृष्टो भगवदा विष्णो निजानुग्रहदुःखदः एकादश्याप्रभावेण क्षयं प्राप्नोमि साम्प्रतम् मृदे मयि जगत्यस्मिन् सर्वे तेज शरीरिणः भविष्यन्ति विनिर्मुक्ता भवबन्धैः शरीरिणः सर्वेषु च विमुक्तेषु देहि श्रेष्ठेषु पुरुषं संसारकौतुकागारे कैस्त्वं क्रीडिष्यसे प्रभो क्रीडितुं यदि ते वाञ्छा जगत्कौतुकमन्दिरे एकादशी तिथिभयात् तदा मां त्राहि केशव अन्यैः पुण्यसहस्रैस्तु मां हन्तुं न हि शक्यते शक्नोत्येकादशी पुण्या मां हन्तुं वरदो भव मनुष्य पशुकीडेषु तथान्येषु च जन्तुषु पर्वतेषु च वृक्षेषु स्थानेषु च जलेषु च नदीषु च समुद्रेषु वनेषु प्रान्तरेषु च स्वर्गे मर्त्ये च पादाले देवगन्धर्वपक्षिषु एकादशीतिथिभयाद्भूयान्विष्णो पलायितः कुत्रापि निर्भयस्थानं न च तेन च कुत्रचित् कोटिब्रह्माण्डमध्येषु देवदेवसनातन एकादश्यां तिथौ स्थातुं मया स्थानं न लभ्यते एकादश्यामहं कुत्र वत्स्यामि निर्भयप्रभो तन्मे कथय देवेश त्वया सृष्टोऽस्म्यहेतुकः व्यास उवाच इत्युक्त्वा पापपुरुषक्लेशनाशनमच्युतं भूमौ निपत्य चक्रन्दस्रवद्वाष्पविलोचनः तदप्रहस्य भगवान् मधुकैडभमर्दनः एकादशीभयास्त्रस्तमुवाच पापपूरुषम् श्रीभगवानुवाच उत्तिष्ठ पापपुरुषत्यजशोकं मुदं कुरु एकादश्यां तिथौ यत्र तव स्थानं वदामि ते एकादश्यां समायान्द्यां प्रपुनन्द्यां जगत्त्रयं स्थातव्यमन्नमाश्रित्य भवता पापपुरुषः अन्नमाश्रित्य तिष्ठन्तं भवन्तं पापपुरुषं नहनिष्यति मन्मूर्तिरियमेकादशीतिथिः ततो देवोऽपि विप्रर्षे तत्रैवान्तर्हितो भवत् कृतार्थपापपुरुषो ययौ च स यथा गतः तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः आत्मनोहितमिच्छद्भिः सम्प्राप्ते हरिवासरे संसारे यानि पापानि तान्येवैकादशी दिने अन्नमाश्रित्य तिष्ठन्ति श्रीमन्नारायणाज्ञया कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत् ये चान्नं भुञ्जतेऽत्रापि ते ज्ञेयाः पापिनां वराः भूयो भूयो दृढं वच्मि श्रूयतां श्रूयतां जनाः न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं कदाचन ब्रह्मक्षत्रियविक्षुद्रैरन्यैश्च द्विजसत्तम सर्वैरेकादशी कार्या चतुर्वर्गफलप्रदा अष्टादश निमेषास्तु काष्ठा प्रोक्ता मनीषिभिः क्षणं त्रिंशत्कलाभिः स्यान् मुहूर्तो द्वादशक्षणैः त्रिंशन्मुहूर्ता लोकाना महोरात्रः प्रकीर्तितः तैः पञ्चदशभिः पक्षो विज्ञेयो द्विजसत्तम पक्षाभ्यां शुक्लकृष्णाभ्यां मासस्तु परिकल्पितः तस्मिन्मासे द्विजश्रेष्ठपक्षयो शुक्लकृष्णयोः महापादकयुक्तोऽपि करोत्येकादशीं यदि सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् मादा न प्रोच्यते मादा मादा ह्येकादशी तिथिः इहैव पालयेन्मादा सर्वत्रैकादशी तिथिः एकादशी व्रतं त्यक्त्वा व्रतमन्यत् करोति यः स्वकरस्थं मणिं त्यक्त्वा लोष्ठं गृह्णादिमूढधीः एकादशी व्रतं यैस्तु कृतं भक्तिसमन्वितैः तैस्तु यज्ञा कृता सर्वे व्रतानि सकलानि च एकादश्यां च भुञ्जन्ति ये मोहात् पापिनो नराः शुक्लायां वापि कृष्णायां तेषां रुष्टः सदा हरिः तेन धर्मा कृता सर्वे लङ्किता येन सातिथिः यथा समस्तदेवानां श्रेष्ठो विष्णुप्रकीर्तितः तथा सर्वव्रतानां च श्रेष्ठमेकादशी व्रतम् आदित्यानां यथा सूर्यो नक्षत्राणां यथा शशी तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशी व्रतं वृक्षाणां च यथाश्वद्धो वेदानां सामकीर्तितं तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशी व्रतं कवीनामुशना श्रेष्ठो वर्णानां ब्राह्मणो यथा तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशी व्रतं व्यासश्रेष्ठो मुनीनां च देवर्षीणां च नारदः तथा व्रतानां सर्वेषां श्रेष्ठमेकादशी व्रतं यथा समस्तदानानां मन्नदानं वरं स्मृतं तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशी व्रतं यथा पुण्यसमं मित्रं नास्ति शास्त्रसमो गुरुः तथैवैकादशी तुल्यं व्रतं नास्ति जगत्त्रये इन्द्रियाणां यथा श्रेष्ठं मनः प्रोक्तं मनीषिभिः मासानां कार्तिकश्रेष्ठः पाण्डवानां यथार्जुनः यथा समस्तशास्त्राणां श्रेष्ठा वेदाः प्रकीर्तिताः तथा व्रतानां प्रवरं स्मृतमेकादशी व्रतं वेदागमपुराणेषु शास्त्रेष्वन्येषु च द्विज कुत्राप्येकादशी तुल्यं व्रतं प्रोक्तं न कोविदैः निर्भया मानवा सर्वे तिष्ठन्ति क्षितिमण्डले एकादशी व्रतं कृत्वा किं करिष्यति भास्करिः एकामेकादशीं सम्यक् कुर्वतां किं करो यमः एकादशी व्रतं तस्मात् कर्तव्यं हि शुभप्रदम् एकादशी व्रतविधिं सङ्क्षेपात् कथयाम्यहं समाहितमना भूत्वा शृणु सत्तम जैमिने दशम्यां प्रादरुद्धाय कर्तव्यं दन्तधावनं तदस्तैलादृते स्नानं कर्तव्यमन्नवर्जनैः ततो विष्णुं समभ्यर्च्य पाद्याद्यैर्जगदीश्वरं हरिध्यानपरो भूत्वा एकभोजनमाचरेत् आमिषं लवणं चैव तथा मांसं मसूरकं बृहन्माशं तथा शाकं दशम्यां परिवर्जयेत् द्विर्भोजनं परान्नं च मधूनि मैथुनं तथा भोजनं कांस्यपात्रेषु दशम्यां परिवर्जयेत् निम्बपत्रं च वृन्ताकं दग्धं जम्बीरमेव च कृदहीनं तथा गव्यं दशम्यां परिवर्जयेत् अत्यन्तभोजनं चैव अत्यन्ताशनभोजनं ताम्बूलभक्षणं चैव दशम्यां परिवर्जयेत् दशम्यां यानि वस्तूनि निषिद्धानि द्विजोत्तम द्वादश्यामपि तान्येव निषिद्धानि न संशयः दशम्यां विप्रशार्दूलद्वादश्यामपि वैष्णवः सम्यक् व्रतफलप्रेप्सुर्न कुर्यान्निषि भोजनम् अतो हविष्यं कृत्वा तु दशम्यां सत्वरो व्रति अपराह्णे पुनः कुर्याद्विधिना दन्तधावनं सायं देवालयं गत्वा गृहीत्वा कुसुमाञ्जलिं केशवं मनस्साध्मायन्मन्त्रमेदमुदीरयेद् एतद्गृहीतं गोविन्द मया तत्पुरतो व्रतं सिद्धिं गच्छतु निर्विघ्नं तव पादानुकम्पया अतिचञ्चलचित्तोऽहं लोभमोहमयो नरः शक्नोम्येतद्व्रतं कर्तुं किं तवानुग्रहादृते इमौ मन्त्रौ पठित्वा तु तमेव कुसुमाञ्जलिं दत्त्वा नारायणायाथ दण्डवत्प्रणमेद्भुवि तस्मिन्नेव गृहे विष्णुस्मरणतत्परः कुशेन शय्यामास्तीर्य भूमौ शयनमाचरेत् तदप्रभादे विमले न कुर्यात् दन्तधावनम् कल्लोलैर्मुखशुद्धिं तु कुर्याद्वादशभिर्बुधः नित्यक्रियां प्रकुर्वेद विष्णुपूजादिकक्रियां ततो निशायां विप्रेन्द्र सकलैर्व्रतिभिर्जनैः एकत्र जागरं कुर्यात् पुरदो जगदां पदेः समातृकः सभार्यश्च सभ्राता सपिता तथा तथा सपुत्रमित्रश्च कुरुते जागरं हरेः स तिष्ठेद्विष्णुभवने चिरं व्रतकरोद्विज शङ्खचक्रादिकं चित्रं यो लिखेद्विष्णुमन्दिरे बहुजन्मकृतं पापं हरेत्तस्य जनार्दनः तण्डुलचूर्णपङ्गेन विष्णोरायतनेषु च अन्यैर्वन्यैश्च वा चित्रं लिखेत्तस्य फलं शृणु पुत्रपौत्रप्रपौत्रैश्च भुङ्क्ते च सकलं शुभं शेषे विष्णुपुरं गत्वा तत्र मोक्षमवाप्नुयाद वासरे कमलाभर्तुर्ध्वजारोपणकृन्नरः उद्धृत्य कोटिपुरुषान् नारायणपुरं व्रजेत् पताकावल्लिभिर्युक्तं विष्णोरायतनं जनः मण्डयत्यवनीपालः सलभेत् प्रतिजन्मनि पताका प्रचलन्ती च यावद्भवति वायुना तत्कर्तुः पादकं सर्वं तावदेव विनश्यति पताकावलयाः प्राज्ञैर्नानावर्णा हरेर्गृहे स्थापितव्या परं स्थानमिच्छद्भिर्हरिवासरे विष्णोशिरसि यच्छत्रं धत्ते चारुतरं जनः प्रतिजन्मनि विप्रर्षे क्षत्री भवति सक्षिदौ वासरे वासुदेवस्य पुष्पं मण्डपकृह्नरः प्रतिपुष्पं लभेत् पुण्यं वाजि मेधशतोत्तरं वासुदेवदिने पुष्पैः सुगन्धैर्मण्डयन् बुधः यत्नादपि च कर्तव्यं चतुर्वर्गफलाब्धये यो वस्त्रगृहनिर्माणं कुरुते हरिवासरे स सौधवासी विप्रर्षे भवदि त्रिदशालये निर्माय वस्त्रभवनं तत्र बध्नादिमानवः श्वेदं वा लोहितं वापि कृष्णं वासोच्युतप्रियः शालिग्रामशिलां तत्र प्रतिमां वा श्रियः पदेः पञ्चामृतेन संस्नाप्य स्थापयेद्भक्तिदो व्रती आदौ स्वस्त्ययनं कुर्यात् सङ्कल्पं च तथा बुधः यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये भूतशुद्धिं निजां विप्रविधानं शास्त्रभाषितैः ततश्चैकमना भूत्वा गृहीत्वा पुष्पमुत्तमम् ध्यायनारायणं देवं हृदयाम्भोजवासिनम् आसीनं हेमपीठे च तथा मणिमयेऽपि च आसीनं हेमपीठे मणिमयज्वलनालङ्कृतं क्रीडवेश्यं बिभ्रल्ले को ज्वला भ्रद्युदि रुचिरतनुं दीर्घदोर्भिश्चतुर्भिः नित्यं विभ्राजमानं सकलकरलह्यैः सायुधैः पद्मनेत्रैः पश्यन्तं श्रीमुखं तच्छ्रमनुमदमनिशम्तं भजे पाङ्गदृष्ट्या आगच्छ भगवन्देवसहितश्रीपदेः प्रिय कर्तव्या हि मया भक्रिया सपर्यास्मिन् व्रदे तव सर्वलक्षणसम्पन्नलक्ष्म्या सह जगद्गुरो अस्मिन् वरासने तिष्ठ यावत्पूजां करोमि ते समस्तलोकविख्यातकीर्ते नारायणप्रभो कच्चित्ते कुशलं सर्वं सर्वं वद सुरार्चित पाद्यं गृहाणदेवेश नारायण सुवासिदं पदद्वय रजोहारि पवित्रमदिशीलताम् अर्घ्यं ददामि ते विष्णो दूर्वापल्लवसंयुधम् अखण्डतण्डुलोपेदं पुण्डरीकनिभेक्षण इदमाजमनीयं ते सुपवित्रं ददाम्यहं गृहाणपरमानन्द परमानन्दवर्धनं मया दत्तेन गन्धेन जरासन्धविनाशन तवास्तु भूषितं गात्रं लक्ष्मीनाथ सुगन्धिना ददाम्यहं पवित्रार्थं जगदामाधिकारकम् इदमाचमनं देव तद्गृहाण सुरेश्वर सृष्टोऽयं विधिना पूर्वं देवानां तुष्टिवृद्धये अधस्तुभ्यं सुरश्रेष्ठधूपोऽयं दीयते मया तमसस्तोम संहर्ता कृतपूर्णो जनार्दन तवास्तु प्रीदये देव येष दीपो जनार्दन सोत्तरीयमिदं वस्त्रं वस्तिश्रोणि सुशोभनं ददाम्यहं ते देवेश सोपवीतं जगद्गुरो अन्नं चतुर्विधं स्वादुरसैषड्भिः समन्वितं मया निवेदितं भक्रिया गृहाणपरमेश्वर मुखदुर्गन्धहरणं कर्पूरकदिरान्वितं गृहाणविष्णोताम्बूलं कैवल्यद महामदे विधिनानेन गोविन्दमुपहारैरनुत्तमैः पूजयेत् समृदो भक्रिया प्रहरेषु चतुर्ष्वपि नानोपहारान् हरये यो यच्चेद्धरिवासरे वित्तशाढ्यं न कर्तव्यं कर्मणां फलमिच्छता ततस्तु व्रतिभिः सर्वैर्नारायणपरायणैः निशिजागरणं कार्यं नृत्यगीतस्तवादिभिः प्रदक्षिणं द्विजश्रेष्ठनामानि कमलापदेः सर्वपापविनाशिनी स्मर्तव्यानि प्रदेरतैः स्फुरन्तं प्रति वक्त्रेभ्यो हरिनामध्वनिं जनाः शृण्वन्ति ते विमुक्ता स्युर्महद्भिः पापसञ्चयैः न पाखण्डजनालाभकर्तव्यो हरिवासरे पाखण्डालापमात्रेण सर्वधर्मो विनश्यति नारायण यशो गीतं प्रतिकण्ठं विनिःसृतं श्रुत्वा मूढान तृप्यन्ति श्वानो वीणाकोणं यथा सन्तोहर्षं समायान्ति श्रुत्वा गीतं जगत्पदेः समस्तपापविध्वंसि वीणाक्वाणं यथा मृगाः गायन्तं हरिगीतानि नृत्यन्ति नृत्यमुत्तमं तृप्यन्ति व्रतिनो दृष्ट्वा तृप्यन्ति कमलापदेः व्रतिनो येन तृप्यन्ति विष्णोरायतने द्विज प्रतिजन्मनि वैतेषां पशुदा शाश्वती भवेद् न ये गीतानि गायन्ति व्रतिनो हरिवासरे विहीना वचनैस्ते च भ्रमन्ति प्रतिजन्मनि मृदङ्गादीनि वाद्यानि कर्तव्यानि हरेः पुरः यदो वाद्यैर्भवेत्तुष्टो भगवान् मधुसूदनः कुर्वन्ति जागरं विष्णोर्वेदाध्ययनमुत्तमं पुराणपठनं वापि कर्तव्यं वैष्णवैर्जनैः रामायणं भागवतं भारतं व्यासभाषितम् अन्यानि च पुराणानि पाढ्यानि हरिवासरे ये पठन्ति पुरो विष्णोर्ये शृण्वन्ति हरेर्दिने प्रत्यक्षरे लभन्ते ते कपिलादानजं फलं निशिजागरणं कुर्यात् सानन्दो वैष्णवो जनः जिदनिद्रो भवेत् सम्यग् ध्यायते केशवं हृदा प्रदक्षिणाकारतया भूयो भूयो हरिर्दिने निपत्य दण्डवद्भूमौ प्रणमे च जनार्दनं ततः प्रभादे विमले कृतपञ्चमहाध्वरः हरिं संस्नाप्य दुग्धेन पूजयेत् भक्तिमान् व्रती व्रतस्य दक्षिणां दद्यान्निजशक्रिया द्विजन्मने ततस्तु द्वादशी मध्ये व्रती पारणमाचरेत् पारणं कुरुते यस्तु विलङ्घ्य द्वादशीतिथिं जन्मकोट्यर्जितं पुण्यं तस्य चैव विनश्यति द्वादशीतिथिमध्ये तु कर्तव्यं पारणं बुधैः न कदाचित्त्रयोदश्यां व्रतस्य फलमिच्छुभिः उपवासदिने विप्र निशायामपि वैष्णवः उपवास फलप्रेप्सु यत्नात् स्वापं विवर्जयेत् विना जागरणं नूनमुपवासो निरर्थकः अतो जागरणं कार्यमुभयोरपि पक्षयोः एकादशीव्रतं येन विधिनानेन कुर्वदे सत्यं सत्यं द्विजश्रेष्ठ सर्वे ते मोक्षगामिनः जन्म मृत्यु हरणैकनिदानं सेन्द्रदेवनिकरैरपि कार्यं वासुदेव दिवसव्रतसारं जैमिने त्वमनिशं कुरु यत्नात् इति श्रीपद्मपुराणे क्रियायोगसारे एकादशी महात्म्ये द्वाविंशोऽध्यायः ॐ